नमस्कारः. अस्माकं विषयः अस्ति धातुविज्ञानतृतीयभागः इति विषयः अस्ति. अस्मिन् करपत्रे धातुविज्ञानं तृतीयभागः इति करपत्रे धातूनां स्वरज्ञानम् इत्युक्ते पदव्यवस्था इड्व्यवस्था च ज्ञायते अस्मिन् करपत्रे. तर्हि एतावत् वयं जानीमः, पदवर्गे अपि वयं दृष्टवन्तः, स्वरविज्ञानम् इत्यस्मिन् सन्दर्भे धातौ स्वरः कः, कीदृशस्वरः अस्ति इति द्रष्टव्यम्. यदि धातौ यः स्वरः अस्ति सः इत्संज्ञकः अस्ति, तर्हि तदनन्तरं चिन्तनीयं सः स्वरः इदानीम् अनुनासिकः अस्ति, इत्संज्ञकः अपि अस्ति, तर्हि सः स्वरः अनुदात्तः वा उदात्तः वा स्वरितः वा इति ज्ञायते चेत्, तर्हि तदनन्तरं धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति ज्ञायते. तदेव तत्र स्वरस्य प्राधान्यम्. कीदृशस्वरः इति ज्ञायते चेत् धातुः धातोः किं पदी इति ज्ञायते. तर्हि अनुदात्तस्वरः इत्युक्ते किं, रामनाथन् महोदय वदतु. रामनाथन् महोदय वदतु, अनुदात्तस्वरः इत्युक्ते किं भगिनि? नमस्ते भगिनि. हा महोदय वदतु. अनुदात्त इस् अधोभागे रेखा अस्ति चेत् एतत् अनुदात्तः इति कथयति. सम्यक् सम्यक् सम्यक् समीचीनम्. अस्तु, तत्र उमा भगिनी वदतु, अत्र स्वरितः इत्युक्ते किं, स्वरितस्वरः स्वरितः इति चेत् उच्चैः उच्चैः मार्क् अस्ति चेत् स्वरवर्ण उपर् दट् इस् स्वरितः. अस्तु समीचीनं. स्वरस्य उपरि रेखा अस्ति चेत् स्वरितस्वरः. स्वरस्य उपरि चेत् रेखा अस्ति तदेव स्वरितः. सत्यं. रमाबाई भगिनी वदतु, उदात्तः इत्युक्ते? उदात्तः इत्युक्ते उपरि वा अधोभागः वा किमपि चिह्नं नास्ति चेत् तत् स्वरितः इति वदामः. सारी, उदात्तः इति वदामः. सत्यं सत्यं. चिह्नमेव नास्ति चेत् उदात्तः इति वदामः. उपरि चिह्नम् अस्ति चेत् स्वरितः, अधोभागे चिह्नम् अस्ति चेत् अनुदात्तः, चिह्नमेव नास्ति चेत् उदात्तः इति अस्ति. अस्तु, तर्हि अस्माकं पदव्यवस्था. विद्याभगिनी, संशयः अस्ति. नौ वि आर् डिफैनिङ्ग् इट् स्लैट्लि डिफरेण्ट्लि. यु सेड् लास्ट् वीक् इट् इस् बिकास् आफ् दि व्याकरण सम्बन्धित्वा अत्र एव पठितव्यम् इति. मम प्रश्ने अत्र एवं विधं वदितुं कुत्र पाणिनिसूत्रः अस्ति? न न, पाणिनिसूत्रं तु नास्ति. तत्र उच्चारणस्य विषये तु सूत्रमस्ति. उच्चैः उदात्तः, नीचैः अनुदात्तः. वै इट् इस् डिफरेण्ट्लि सेड् ऐ स्टिल् ऐ एम् नाट् एबल् टु मेक् इट् बिकास् इट् इस् नाट् अकार्डिङ्ग् टु पाणिनि. पाणिनि सूत्रस्य वेरि स्पेसिफिक् न, उच्चैः उदात्तः, नीचैः अनुदात्तः, समाहारः स्वरितः. देन् वै शुड् वी हाव् ए डिफरेण्ट् डेफिनेशन्स् फार् दिस् इति व्याकरणं? न न न, उच्चारणं तु समीचीनमेव. तत्र उच्चैः उदात्तः, समाहारः स्वरितः इति तत्र तु सूत्रमस्ति, तदर्थं सूत्रमस्ति, तत्र क्लेशः नास्ति. परन्तु तादृश पूर्वतनकाले तु तत्र सर्वं तत्र मुखात् एव उपदेशः मुखात् एव भवति खलु. तत्र पुस्तकं किमपि नासीत्, तत्र पुस्तकं करपत्रं किमपि नासीत् पूर्वतनकाले. तत्र पाठनं पठनं सर्वं तत्र मुखात् एव भवति. अतः तत्र यदि गुरुः वदति उच्चैः एतादृशं वक्तव्यं चेत् तत्र शिष्यः तम् अनुसृत्य तथैव वदति. परन्तु तदनन्तरकाले तत्र उदात्तः अस्ति वा अनुदात्तः अस्ति वा इति कथं ज्ञायते इति चेत् तदर्थं चिह्नानि भवन्ति. उपरि चिह्नम् अस्ति चेत् स्वरितः, अधोभागे अस्ति चेत् अनुदात्तः इति तादृश किं वदामः व्यवस्था आसीत् ज्ञानार्थं. यदा तत्र करपत्रम् अथवा पुस्तकं यदा आगतं लिपिद्वारा, तस्मिन् सन्दर्भे तत्र एतादृश इङ्गितम् आसीत्. तदर्थं तत्र व्याकरणे एतादृशम् इङ्गितम् अस्ति. तत्र वेदेषु किञ्चित् भिन्नम् अस्ति इति एव वक्तुम् इष्टवती तावदेव. तत्र सूत्रं नास्ति, सूत्रं नास्ति. धन्यवादः. अस्तु, तर्हि अत्र पदव्यवस्था इत्यस्मिन् विषये अस्माकं प्रथमं सूत्रमस्ति अनुदात्तनित आत्मनेपदम् इति. अनुदात्तनित आत्मनेपदम् इति सूत्रं किं वदति? वासुदेवन् महोदय वदतु. अस्ति वा वासुदेवन् महोदय? अनुदात्तः अनुदात्ते इति भवति चेत् तद् आत्मनेपदं भवति, आत्मनेपदं भवति. अथवा ङित् ङित् भवति चेदपि आत्मनेपदं भवति. बहु समीचीनम्. अनुदात्तनित इति अनुदात्तेत् इति तत्र इत्यस्य कः अर्थः? अनुदात्त अनुदात्तः इत् यस्य सः अनुदात्ते इत् अनुदात्तः इत् यस्य अनुदात्तः इत् यस्य सः अनुदात्ते इत्. हा, अत्र इत् स्वरस्य इत् कदा भवति? स्वरस्य इत् अनुनासिक भवति. अनुनासिक अनुनासिक अचो अनुनासिक एव तदेव इत् भवति. सत्यं सत्यं, बहु समीचीनं. तर्हि अत्र अनुदात्तनित आत्मनेपदम् इति सूत्रमस्ति. अनेन सूत्रेण एव ज्ञायते धातुः आत्मनेपदी वा इति ज्ञायते. कथं ज्ञायते धातुः आत्मनेपदी वा इति चेत्, तत्र धातौ इत्संज्ञकस्वरः अस्ति चेत् सः स्वरः कीदृशः इति द्रष्टव्यं. सः स्वरः अनुदात्तः इत्युक्ते धातोः अधोभागे रेखा अस्ति चेत्, अपि च सः स्वरः अनुनासिकः अपि अस्ति, तस्मिन् सन्दर्भे धातुः आत्मनेपदी, अनुदात्तेत् इति वदामः. अनन्तरं तत्र धातौ यः यत् व्यञ्जनमस्ति, कवर्गस्य पञ्चमवर्णः मकारः अस्ति चेत् मकारस्य इत्संज्ञा इत्संज्ञा भवति. तस्मिन् सन्दर्भे अपि धातुः आत्मनेपदी इति. तादृशमकारः धातोः आदौ भवितुमर्हति. तादृशमकारः कुत्र भवितुमर्हति? अन्ते एव. अन्ते एव किमर्थम्? किमर्थं नित् इत् ङित् इत् इति शब्दः ङित् भवति. किमर्थं तादृशमकारः अन्ते एव भवेत् धातोः? धातोः अन्ते श्रूयते, अन्ते यत् श्रूयते तदेव इत्. न, सत्यं, परन्तु किमर्थं धातोः अन्ते भवेत्? अन्ते भवेत् अहं न मया न अवगतं भवति. अस्तु, सुचिन्ता नास्ति, कृपया म्यूट् करोतु, ध्वनिः अस्ति. अत्र रमाबाई भगिनी न रमा शिवरामन् भगिनी वदतु, किमर्थम् अन्ते भवेत्? आदौ भवितुम् अर्हति वा? अन्ते कुत्र भवितुम् अर्हति? न अवगच्छति. न, अन्ते अन्ते भवति, ङित् अन्ते भवति, इत् अतः अन्ते भवति. न, अत्र प्रश्नः कः इति चेत्, मकारस्य इत्संज्ञा धातौ मकारस्य इत्संज्ञा तादृशमकारः कुत्र भवेत् धातौ? अधो वा, मध्ये वा, अन्ते वा, कुत्र भवितुम् अर्हति? अन्ते अन्ते अन्ते हलन्त्यं, कारणात् तस्य लोपः भवति. सत्यं, तर्हि तादृशमकारः अन्ते भवितुम् अर्हति. आदौ भवितुम् अर्हति वा? न, आदौ भवति चेत् नादिर्निचुडवः न अस्ति, अतः न. तर्हि अन्ते एव भवितुम् अर्हति. आदौ न भवितुम् अर्हति, मध्ये अपि न भवितुम् अर्हति, यतोहि अत्र एकमेव सूत्रमस्ति हलन्त्यं हलन्त्यम्. अतः तादृशमकारः अन्ते एव भवितुम् अर्हति इति विषयः अस्ति. अस्तु, तर्हि यस्मिन् धातौ अनुदात्तस्वरस्य इत्संज्ञा अथवा मकारस्य इत्संज्ञा, सः धातुः आत्मनेपदी इति वदामः. स्पष्टं खलु? अस्तु, अनुदात्तेत् इति आरभ्य अत्र करपत्रे पठामः. वसन्ती भगिनी आरम्भं करोति वा? अनुदात्तेत् नाम सूत्रस्य अनन्तरम्. ओके, अनुदात्तेत् नाम अनुदातः इत् यस्य सः धातुः, अनुदात्तेभ्यः धातुभ्यः निभ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः. तर्हि यः धातुः अनुदात्तेत् भवति अथवा निप् भवति सः आत्मनेपदी धातुः अस्ति. अनुदात्तेत् इति यः धातुः धातोः स्वरः इत्संज्ञकः अपि अनुदातः अपि अस्ति चेत् अनुदात्तेत् इति अनुदात्तेत् इत्यस्य अर्थः कः? कीदृशसमासः? समासः द्वन्द्वसमासः, द्वन्द्व बहुव्रीह्या बहुव्रीह्या. अत्र किं लिखितमस्ति? अनुदात्तेत् नाम अनुदात्तः इत् यस्य सः. तर्हि कीदृशसमासः? इत् संज्ञकः अपि अनुदात्तः अपि. हा, अत्र विग्रहवाक्यं दृष्ट्वा कीदृशसमासः? यस्य सः इति अस्ति खलु, बहुव्रीहिसमासः. यत्र यत्र यस्य सः, हा, यस्य सः, येन सः इति अस्ति चेत् बहुव्रीहिसमासः. तर्हि हा, तत्र अनुदात्तेत् इति, अनुदात्तेत् इति कस्य विशेषणम्? धातोः विशेषणं. हा, धातोः विशेषणं, धातोः विशेषणं. बहुव्रीहिसमासः अस्ति, अतः अत्र अनुदात्तेत् इति धातोः विशेषणमस्ति. अत्र अस्मिन् परिच्छेदे किम् अस्ति वदतु? अनुदात्तेभ्यः धातुभ्यः ङिभ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः. सूत्रस्य अर्थम् अनुदात्तेभ्यः ङिभ्यः धातुभ्यः न अवगतं तत् लैन्. हा, अस्तु, चिन्ता नास्ति. धातुः अनुदात्तेत् भवेत् ङिप् भवेत् सः धातुः आत्मनेपदि धातुः. नेक्स्ट् लैन् इस् बट् दिस् लैन् ऐ डोण्ट् गेट् इट्. ओके, अस्तु, अत्र लक्ष्मीभगिनी वदतु, सहायं करोतु. आं, वदिष्यामि भगिनि. अत्र अनुदात्तेत् नाम अनुदात्तः इत्यस्य सः इति धातोः विशेषणम् अनुदात्तेत्, तत् तस्य अर्थः धातोः अच्वर्णः अनुदात्तः च भवितव्यम्, इत् च भवितव्यम्. अनुदात्त इति चेत् एकक्षणम्, यत्र तत्र भवितव्यम् इति पदं, पदस्य प्रयोगः भवति, भवितव्यं तत्र धातुः कः? धातुः कः? भूधातुः कीदृशः? सार्वधातुकः. न न, भूधातुः कीदृशः इत्युक्ते भूधातुः कर्मपदं स्वीकरोति वा? कर्तृपदे एव. न, भूधातुः सकर्मकः वा अकर्मकः? भूधातु अकर्मकः अस्ति. तर्हि भवत्याः वाक्यं किम् आसीत्? अनुदात्त भवितव्यम् इति उक्तवती. समीकरोतु. भवेत् इति वदति वा? भवेत् इति वदति चेत् समीचीनम्, अनुदात्तः भवेत् इति वदति चेत् समीचीनं, परन्तु तत्र कर्मणि भावे प्रयोगे वक्तुम् इच्छति चेत् किं कथं वक्तव्यं? भव्य भूयते भवितव्यः न भूय भूयते अनुदानप्रयोगे अनुदात्तः किं भवितव्यं भूयते अनुदात्तं भवितव्यं हा हा भूये हा भूय न न पुनः वदतु कर्मणि प्रयोगे वक्तुमिच्छति चेत् किं कथं वक्तव्यम्? अनुदात्तः भूयते अत्र अनुदात्तः इति तत्र तत्र अनुदात्तः इति किं कर्तृपदं वा कर्मपदं वा किम् अस्ति? कर्मपदम्। इदानीं किम् उक्तं भूधातुः अकर्मकः इति उक्तं खलु? ओ यस् कर्मपदं स्वीकरोति वा? न स्वीकरोति। अतः परिष्करोतु वाक्यं परिष्करोतु। कोऽपि अन्य कोऽपि वदतु कथं परिष्करणीयम्? अस्ति इति अस्ति इति अनुदात्तः भवितव्यः अथवा अनुदात्तं भवितव्यम्? अनुदात्तः भवितव्यः इति उक्तं, तत्र अनुदात्तः इति किं कर्तृपदं वा कर्मपदं वा किमस्ति? कर्तृपदं कर्तृपदमस्ति चेत् तत्र तस्य तृतीया कुत्रचित् ध्वनिः अस्ति, अत्र गृहे सम्भाषणमस्ति, कृपया म्यूट् कुर्वन्तु। इदानीं विजयलक्ष्मी भगिनी वदतु किं वदन्ती अस्ति अत्र आत्मनेपदी क्षम्यताम् अकर्मकः धातुः अस्ति, तत्कारणं कर्तृपदस्य तृतीया भवति, कर्मपदं नास्ति एव। परिष्करोतु। अनुदात्तः इत्यस्य तृतीया अनुदात्तेन भवितव्यम्। अनुदात्तेन भवितव्यम् इति तादृशवाक्यम् अस्ति, भावे प्रयोगे अनुदात्तेन भवितव्यम् इति। अतः भूधातोः कथञ्चित् अपि भवितव्यः भवितव्या इति रूपं कथञ्चित् अपि न भवति। अतः यस्मिन् सन्दर्भे कर्मपदं वक्तुम् इच्छति तस्मिन् सन्दर्भे तत्र कर्तरीप्रयोगे वक्तव्यं भवति, कर्तरीप्रयोगे वक्तव्यं भवति। यदि भावे प्रयोगे वक्तुम् इच्छति चेत् तत्र तृतीयाविभक्त्याः प्रयोगं करणीयम्, प्रयोगः करणीयः। धन्यवादः। धन्यवादः भगिनि। अस्तु अधुना वदतु। वदिष्यामि। धातुषु अच्वर्णः अनुदात्तः अनन्तरम् इत् च भवेत्। अनुदात्तः इति चेत् स्वरः अधः भवितव्यम्, तत्र चिह्नं च अधः एव पुनः किम् उक्तवतं भवितव्यम् इति पुनः उक्तवती। क्षम्यता क्षम्यताम् अनुदात् क्षम्यतां भगिनि, तादृशम् आगतवती। अनुदात्तः भवेत् इत्संज्ञा च भवेत्, तादृशं स्वरः अनुदात्ते इति भवति। तादृशः इत्संज्ञा अनुदात्ते संज्ञा धातुभ्यः पञ्चमी, तत्र धातुभ्यः अनुदातेभ्यः अनन्तरं धातुभ्यः नित्यः च आत्मनेपदिसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः। तत्र लस्य इति पदं च आगच्छति, अनुदात्तनितः धातोः लस्य आत्मनेपदम् इति चेत् अनुदात्तः च भवेत्, नित् धातुभ्यः नित् च भवेत्, तादृशः धातुभ्यः लकारस्य स्थाने इति चेत् अष्टादश तिङ्प्रत्ययानां स्थाने आत्मनेपदिसंज्ञकाः तङाः भवन्ति इति सूत्रार्थः। समीचीनं। वसन्ति भगिनी अवगतवती वा, वदति वा? प्रत्ययाः विधीयन्ते इति किम् अर्थः? हा किमर्थम् इति चेत् तत्र पाणिनीयसूत्रेषु तङ्गानाम् आत्मनेपदम् इति अस्ति, तर्हि तङ् इति प्रत्ययः अस्ति, तङ् इत्युक्ते तिङ् प्रत्ययः, तत्र अष्टादश तिङ् प्रत्ययः सन्ति खलु, नवपरस्मैपदिनः नव आत्मनेपदिनः. यत्र आत्मनेपदिप्रत्ययः अस्ति तस्य तङ् इति संक्षिप्तरूपेण वदामः, तङ् इति प्रत्ययः. तर्हि तङ् प्रत्ययस्य एव आत्मनेपदत्वम् इति संज्ञा अस्ति. तर्हि अस्मिन् सूत्रे अनुदात्तनित आत्मनेपदम् इति अस्ति चेत् तर्हि तत्र सूत्रस्य अर्थः कः इति चेत् धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः आत्मनेपदिसंज्ञकः भवति. यदि धातुः आत्मनेपदी अस्ति चेत् तादृशधातुभ्यः आत्मनेपदसंज्ञकः प्रत्ययः विधीयते इति अर्थः भवति. यतोहि केवलं धातोः एव आत्मनेपदित्वम् अस्ति चेत् तत्र अनन्तरं प्रत्ययस्य आत्मनेपदित्वम् अस्ति चेत् कुत्र द्वयोः मेलनम् इति न जानीमः खलु. यतोहि एकं सूत्रमस्ति तङ्गानाम् आत्मनेपदम्, अनेन प्रत्ययस्य आत्मनेपदत्वं विधीयते. एतेन सूत्रेण धातोः आत्मनेपदत्वं विधीयते, परन्तु कुत्र आत्मनेपदप्रत्ययः विधीयते इति न जानीमः. अतः अत्र लस्य इत्यस्य आक्षेपः अस्ति. लस्य इति पदम् आनीयते चेत् वयं जानीमः यदा धातुः आत्मनेपदी अस्ति तदा तेभ्यः धातुभ्यः आत्मनेपदीप्रत्ययः विधीयते इति ज्ञायते. अतः प्रत्ययः इत्यस्य आक्षेपः अस्ति अत्र. अस्तु, अवगतवती खलु? भगिनि एकं स्पष्टं कर्तुम् इच्छामि. पृच्छतु. अत्र तु अनुदातेत् नित् च अस्ति, अनुदातेत् अथवा नित् खलु, अनुदातेत् नित् वा भवेत् खलु. च इत्यस्य वा इत्यपि अर्थः अस्ति. च इत्यस्य वा इत्यपि अर्थः अस्ति. अतः अत्र च इत्यनेन अनुदात्तेत् नो चेत् नकारः इति द्वौ अपि न आवश्यकम्. एकम् एव पर्याप्तम्. एकं पर्याप्तं. युगपत् न भवति इति कारणतः वा इति उक्त. एकः एव वर्णः युगपत् नकारः अपि न भवितुमर्हति, स्वरः अपि न भवितुमर्हति. अतः भिन्नभिन्नवर्णानाम् उल्लेखः अस्ति. अतः सूत्रं दृष्ट्वा एव ज्ञायते. अनुदात्तत्वं तु स्वरस्य विषये एव अस्ति. अनुदात्तनित् इति स्वरस्य विषये अस्ति. नकारः तु व्यञ्जनमस्ति. अतः एकस्मिन् सन्दर्भे भवितुमेव न अर्हति खलु. एकस्मिन् धातौ तत्र उभयमपि भवेत् इति तादृशमस्ति खलु. हा, तदर्थमेव तत्र च इति अस्ति खलु. च इत्यनेन एकं पर्याप्तम्. अस्तु, तर्हि अग्रे प्रश्न भगिनि. लस्य इति प्रत्यय अस्ति एकं. लस्य इति अधिकारसूत्रमस्ति भगिनि. लस्य अग्रे पठामः. लस्य इति अधिकारसूत्रमस्ति. अनेन इदानीं लट् लकारः, लोट् लकारः, एते एतादृशलकाराः सन्ति. तर्हि लकारस्य स्थाने प्रत्ययः विधीयन्ते इति लस्य इति सूत्रस्य अर्थः. लकारस्य स्थाने तिबादयः विधीयन्ते, तिप् प्रत्ययः विधीयन्ते, तिप् प्रत्ययः विधीयते लकारस्य स्थाने. तदेव लस्य इति अर्थः. इत्युक्ते यत्र यत्र लकारस्य स्थाने किमपि विधीयते सः तिङादयः प्रत्ययाः. एकं नाम अस्ति लस्य इति अधिकारसूत्रमस्ति, नाम नास्ति. लस्य इति लकारस्य स्थाने इति अर्थः. लकारस्य स्थाने लस्य. अस्तु अस्तु, अग्रे पूर्णेन्दु महोदय पठतु. मम एकः प्रश्नः भगिनि. प्रश्नः अस्ति, यदा भगिनी अवदत् अहं पश्यामि आत्मनेपदी प्रत्ययः सः प्रथम ते भवति अन्यविषयः, परन्तु अन्तः क ख ग घ ङ आगच्छति, अतः तङ् आत्मनेपदी अहम् अवगच्छामि, परन्तु स्वरितसम्बन्धे चाछा जाछा यः अन्तः कथं कुत्र आगच्छति प्रश्नः? न अवगतं प्रश्नः. ण्यकारः तु तत्र अग्रे सूत्रमस्ति खलु, स्वरितन्यता कर्तृभिप्रायक्रियाफले, तस्मिन् सन्दर्भे ण्यकारस्य विषये पश्यामः, अग्रे पश्यामः. तदानीं पृच्छति वा? धन्यवादः. प्रश्नः कः इति मया न बुद्ध मया न बुद्धः. प्रश्नः इत्थमस्ति, आत्मनेपदी प्रत्ययः, नवप्रत्ययः सन्ति. प्रथम प्रत्ययः अन्तः महिम अथवा ङ कख गग ङ अन्तः अस्ति, अतः योजनम् उपरान्तः तं भवति. सत्यं. हा, परन्तु स्वरितस्थाने ङ नास्ति, परन्तु च च झ य अस्ति अन्ते. स्वरितस्थाने स्वरितस्थाने किमर्थं वदति? स्वरितस्थाने स्वरितस्थाने स्वरितस्थाने चिह्न अस्ति, रेखाचिह्न एक विषय. द्वितीय विषय यु नो च छ ज छ अन्तः स्वर आगच्छति. इदानीमपि प्रश्नः कः इति न अवगतं. किं कोऽपि अवगच्छति चेत् वदतु, अन्य कोऽपि अवगच्छति चेत्. तत्र तङ् इति पर्यन्तम् अवगतं, तत्र स्वरितस्वरस्य विषये ण्यकारस्य विषये किं तत्र किं वक्तुमिच्छति? ङकारः स्वरितः न भवितुम् अर्हति खलु? ङकारः तु सः प्रश्नः एतादृशम् इति मन्ये, अनुदात्त ङितः इति ङित् अस्ति, महिम् इति तत्र च ङित् अस्ति, तत् आत्मनेपदं तस्य किमपि सम्बन्धम् अस्ति वा इति चिन्तयामि. तत्र ङकारस्य संज्ञा अस्ति इति कृत्वा तत्र ङित् अस्ति इति कृत्वा वा? न न, तत्र तु संक्षेपे तङ् इति वदामः, तत्र ङकारस्य संज्ञा भवति. तत्र महिङ् इत्यस्य ङकारस्य संज्ञा भवति, परन्तु तेन किमपि नास्ति, यतोहि सूत्रं तु अनुदात्तनित धातोः विषये वदति खलु, धातोः विषये वदति. प्रत्ययस्य विषये आत्मनेपदत्वं तु अन्यत् सूत्रेण कृतमेव खलु. तत्र अनुदात्तनित आत्मनेपदम् इति एकं सूत्रमस्ति धातोः विषये, अन्यत् सूत्रं तङ्गानाम् आत्मनेपदम् इति अस्ति. तर्हि तङ् प्रत्ययस्य आत्मनेपदत्वं तु पूर्वमेव अस्ति, तर्हि तत्र सर्वेषां प्रत्ययानाम् आत्मनेपदत्वं तु अस्ति, तत्र इत्संज्ञकवर्णम् अवलम्ब्य नास्ति. तङ् इति सम्पूर्णप्रत्ययस्य आत्मनेपदसंज्ञा अस्ति एव, अतः तत्र स्वरितस्वरः अनुदातस्वरः इति तादृश किमपि चिन्तनं नास्ति प्रत्ययस्य विषये. स्पष्टं वा महोदय? यदा वयं पृच्छामः तर्हि तदानीं पृच्छतु. अस्तु भगिनी, व्यञ्जनानां कृते तु स्वरितः तत् सर्वं न भवति खलु? सत्यं सत्यं, स्वरितः नास्ति, नकारस्य स्वरितः किमपि नास्ति खलु? हा, तदेव अहमपि उक्तवती, परन्तु महोदयस्य प्रश्नः प्रायः अन्य किमपि अस्ति, पश्यामः. हा, तत्र नकारस्य तु स्वरितः इति किमपि नास्ति, यतोहि स्वरस्य विषये एव स्वरितः अनुदात्तः इति. अस्तु, पश्यामः अग्रे. पूर्णेन्दु महोदय पठतु. यथा उपर्युक्ते एधं धातौ अनुनासिकः नाम इत् संज्ञकः अकारः अनुदात्तः अपि अस्ति, अतः एधं धातुः अनुदात्तेत् अस्ति, अतः आत्मनेपदी. तर्हि एधते इति लटि न तु एधति. कम्प धातुः अपि ईदृशः अनुदात्तेत्, अतः आत्मनेपदी कम्पते इति लटि. अत्र उपरि यत् एधम् इति धातौ दत्तमस्ति, तत्र धकार उत्तरवर्ती अकारः अनुनासिकः अस्ति, अपि च अनुदात्तः तत्र अधः रेखाखण्डः अस्ति इति कृत्वा सः अनुनासिक अकारः अनुदात्त अकारः अथ इदानीम् इत्संज्ञकस्वरः अस्ति, सः स्वरः अनुदात्तः अस्ति. अनुदात्त इत्संज्ञकस्वरः अस्ति इति कृत्वा सः धातुः अनुदात्तेत्, अनुदात्तेत् इति कृत्वा सः धातुः आत्मनेपदी धातुः अस्ति. अतः तस्मिन् धातौ आत्मनेपदी तिङ्प्रत्ययाः विधीयन्ते. अतः एधम् इति धातो लट्टि एधते इति रूपं भवति. तादृशः एव कम्प कम्प इति धातो धातुः लट्टि कम्पते इति रूपं भवति. समीचीनम्. अग्रे भगिनि, भगिनि एकं कम्प कम्प मुद्रणदोषमस्ति इति चिन्तयामि. कम्प कपि इति धातुः अस्ति, तस्य रूपमस्ति लौकिकं कम्प. कम्प इति तत्र तत्र कपि इति धातुः अस्ति खलु, इति धातुः अस्ति खलु. मुद्रणदोषः अस्ति चेत् समीकुर्मः. कपि इति सत्यं अस्ति. इति धातुः अस्ति. अस्तु अस्तु, समीकुर्मः. वस्तुतः तत्र कम् तत्र वस्तुतः मकारः न स्यात्, तत्र कपि इति स्यात्. अस्तु अस्तु, समीचीनं. तत्र कम्पते इति रूपं तु समीचीनं. तत्र अनुदातस्वरः अस्ति इति, अनुदातस्वरः अस्ति इति अपि समीचीनमेव. इकारस्य सत्यम्, इकारस्य इत्संज्ञा अपि च तस्य अनुदात्तत्वमपि अस्ति. अस्तु, समीचीनम्. अग्रे अग्रे महोदय. धातुः अनुदात्तत् अस्ति चेत् आत्मनेपदी, धातुः नित् अस्ति चेदपि तथैव आत्मनेपदी. शिय स्वप्ने इति धातु धातुः नित्, अतः शोपि आत्मनेपदी. शेते इति लटि. दीय विहायसा. बायौ गतौ इति धातुः नित्, अतः आत्मनेपदी. दयते इति. तर्हि अनुदात्तस्य स्वरस्य इत्संज्ञाकारणेन अथवा नकारस्य इत्संज्ञाकारणेन धातुः आत्मनेपदी भवति. अत्र दत्तमस्ति अनुदात्तत् अस्ति चेत् आत्मनेपदी. धातौ औपदेशिक अवस्थायाम् अनुदात्त इत्संज्ञकस्वरः अस्ति चेत् सः धातुः आत्मनेपदी भवति. अत्र धातुः नित् अस्ति चेत् अपि च धातौ यदि इत्संज्ञकनकारः अस्ति चेत् सः धातुः आत्मनेपदी भवति. अत्र उदाहरणरूपेण शिय इति धातुः अस्ति. शिय इति धातौ अन्ते नकार हल् नकारः अस्ति, तस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. तस्मिन् इत्संज्ञकनकारः अस्ति इति कृत्वा शिय इति धातु आत्मनेपदी धातु अस्ति. अतः तस्मिन् आत्मनेपदी तिङ्प्रत्ययः विधीयन्ते. अतः तस्य लट् रूपं सेते इति भवति. तथा एव डिय इति धातु अस्ति, तस्मिन् अपि इत्संज्ञकनकारः अन्ते अस्ति. तस्मिन् अपि इत्संज्ञकनकारः अस्ति इति कृत्वा सः धातुः आत्मनेपदी धातुः अस्ति. अतः तस्मिन् अपि आत्मनेपदी प्रत्ययः विधीयन्ते. आत्मनेपदी प्रत्यय विधीयमाने तत्र लट् लट् रूपं भवति. डयते डयते इति रूपं भवति. तत्र यचोयवायवः सन्धेः प्रसक्तिः अस्ति. अन्तिमरूपं डयते इति भवति. अत्र सारांशरूपेण दत्तमस्ति अनुदात्तस्य स्वरस्य इत्संज्ञाकारणेन अथवा नकारस्य इत्संज्ञाकारणेन धातुः आत्मनेपदी भवति. अस्तु, समीचीनं महोदय, सम्यक् अस्ति. अत्र स्पष्टं खलु? कोऽपि प्रश्नः अस्ति वा? एधः धातुः तत्र तु अनुदात्तस्वरः अस्ति इत्संज्ञकः, अतः एध धातुः आत्मनेपदी. कपि इति धातुः अपि इकारस्य इत्संज्ञा अस्ति, अनुनासिकत्वमपि अस्ति, अनुदात्तत्वमपि अस्ति, अतः अनुदात्ते तस्ति धातुः, अतः आत्मनेपदी. शीङ् इति धातो तत्र नकारस्य संज्ञा, अतः नित् अस्ति इति कृत्वा आत्मनेपदी. अतः तत्र अनुदात्तेत् भवेत् नो चेत् नित् भवेत्, नित् अस्ति चेत् धातुः आत्मनेपदी इति सारांशः. अस्तु, अग्रे उभयपदत्वम् इति विषयः अस्ति. गीताञ्जलिः भगिनी पठति वा? आं भगिनि, प्रयत्नं करोमि. उभयपदत्वं स्वरितङितः कर्तृभिप्राये क्रियाफले प्रथम अध्याय तृतीयपाद एकसप्ततिः सूत्रम्. यस्य धातोः स्वरितस्वरस्य ञकारस्य च इति संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदी तिङ् प्रत्ययाः विहिताः. क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदी तिङ् प्रत्ययाः विहिताः भवन्ति. नाम एतादृशः धातुः उभयपदी इति सारांशः. स्वरितश्च ञ च स्वरितञौ तौ इतौ यस्य स स्वरितञित् द्वन्द्वगर्भबहुव्रीहिः तस्मात् स्वरितञितः. कर्तारम् अभिप्रैति इति कर्तृभिप्रायं फलम् उपपद तत्पुरुषः यथा कुम्भकारः तस्मिन् कर्तृभिप्राये. क्रियायाः फलं क्रियाफलं षष्ठी तत्पुरुषः तस्मिन् क्रियाफले. स्वरितङितः पञ्चम्यन्तं कर्तृभिपाये सप्तम्यन्तं क्रियाफले सप्तम्यन्तम्. त्रिपदमिदं सूत्रम्. भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रं. स्वरितङितः धातोः कर्तृभिप्राये क्रियाफले लस्य आत्मनेपदम्. विषय तु अत्र उभयपदत्वं. सूत्र स्वरितङितः कर्तृभिप्राये क्रियाफले. इति सूत्रमिति वदति यदि धातोः स्वरितस्वरस्य ङकारस्य इत्युक्ते स्वरित अस्ति चेत् अपि ङकारस्य अस्ति चेत् इत् संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदी तिङ् प्रत्ययाः विदिता. यदि स्वरित अस्ति चेत् अपि च ङित् अस्ति चेत् तदनन्तरम् आत्मनेपदी तिङ् प्रत्ययाः न स्वीकरोति. क्रियायाः फलं कर्तुः अस्ति इत्यस्य अर्थः कः? क्रियायाः फलं कर्तुः क्रियायाः तु षष्ठी, फलं कर्तुः, फलं तु द्वितीयविभक्ति. किञ्चित् न स्पष्टं मनसि भगिनी, क्षम्यतां. चिन्ता नास्ति, फलं द्वितीयविभक्तिः कथमस्ति, प्रथमविभक्तौ अस्ति. ओ क्रियायाः कर्तुः अस्ति, क्रियायाः फलं कर्तुः अस्ति. अस्तु, हा, अत्र कः वदति? अत्र अरुणा भगिनी साहाय्यं करोति वा? अत्र अत्र सूत्रस्य अर्थः कः इति वदतु भगिनि. सूत्रस्य धातु, यस्य धातोः स्फरित स्वरः अस्ति वा नक च नकार अस्ति इति संज्ञा भवति चेत् तस्य तस्य धातोः कर्तु अभिप्राये विषये आत्मनेपदिप्रत्ययः विहितः इति अहम् अवगच्छामि. कर्तृ अभिप्राये विषये इत्युक्ते तस्य अर्थः कः? कर्तु अभिप्राये, कर्तृभिप्राये क्रियापले इत्यस्य अर्थः कः? अभिप्रैति कर्ता क्रिया, क्रियाफलं कर्ता एव अनुभवति, तदेव कर्तु अभिप्राये. कर्तारमभिप्रैते अभिप्रैति इति कर्तृ अभिप्रायम् अस्य अर्थं दत्तम् अत्रैव. तस्मिन् सन्दर्भे किं भवति? कर्मफलं कर्ता एव आगच्छति, कर्तारम् एव गच्छति. तदानीं तत्र प्रत्ययः आत्मनेपदी प्रत्यय विधि विहितः, नो चेत् परस्मैपदम्. समीचीनं, समीचीनं. उदाहरणम्, अहं पाकं पचे इति, अहं पाकं पच अहं पाकं पचति अत्र न पचति अपि अहं कथं भवति? पचामि, पचामि अत्र अहं मम कुटुम्ब अर्थम् अहं पचामि. अनन्तरम् अहं पच्ये इति अहं मन्ये, अत्र मम स्वार्थार्थे एव, स्वार्थमेव अहं पचनकार्यं करोमि इति अहं मन्ये. सत्यं सत्यं, बहु समीचीनं भगिनि, सम्यक्. तर्हि सूत्रस्य अर्थः कः इति चेत्, स्वरितज्ञितः कर्तृभिप्राये क्रियापले इति सूत्रमस्ति. स्वरितज्ञितः इति चेत् स्वरितस्वरस्य इत्संज्ञा, इत्युक्ते स्वर यः स्वरः अनुनासिकः अस्ति, स्वरितः अस्ति, तर्हि तस्य इत्संज्ञा भवति. स्वरितेत् धातुः स्वरितेत् अस्ति, नो चेत् ञकारस्य इत्संज्ञा अस्ति धातौ, तादृशधातुः अस्ति. इदानीं तत्र तादृशधातुः धातुतः यः क्रिया सम्भवति, तादृशक्रियायाः फलं कर्तारं प्रति गच्छति, इत्युक्ते कर्ता एव क्रियायाः फलं प्राप्नोति. यथा अत्र उदाहरणार्थं माता अन्नं पचति इति अस्ति, यथा भगिनी उक्तवती माता अन्नं पचति, माता अन्नं सर्वेषां कृते पचति, गृहे ये ये जनाः सन्ति तेषां सर्वेषां कृते पचति. अतः तत्र पचति इति तत्र परस्मैपदिरूपम् अस्ति. यदि तत्र माता स्वस्य कृते एव पचति, अत्र अन्य कोऽपि नास्ति गृहे, स्वस्य कृते एव पचति, तर्हि माता अन्नं पचते इति आत्मनेपदी प्रत्ययः, यतोहि पचते इति आत्मनेपदी प्रत्ययः अस्ति, यतोहि क्रियायाः फलं केवलं कर्तारं प्रति गच्छति, तत्र क्रियायाः फलं केवलं माता एव अनुभवति, अतः तत्र आत्मनेपदी प्रत्ययः. यदि तत्र सर्वेषां कृते अस्ति क्रियायाः फलं, तस्मिन् सन्दर्भे आत्मनेपदी न भवति इत्येव अर्थः. क्रियायाः फलं कर्तुः गच्छति चेत् आत्मनेपदीप्रत्ययः, क्रियायाः फलं कर्तारं प्रति न गच्छति चेत् तत्र परस्मैपदीप्रत्ययः. अतः तत्र स्वरितङ्गितः कर्त्राभिप्राये क्रियाफले इति सूत्रस्य इति सूत्रेण धातुः धातोः उभयपदत्वं ज्ञायते. भगिनी कर्ताब्धकक्रिया न श्रूयते भगिनि, पुनः कर्ताब्धकक्रिया किं कर्ताब्धकक्रिया स्वरित परस्मैपदि इति वाक्यं सम्यक् एव? कुत्र अस्ति तादृशवाक्यं? न अहं चिन्तयामि. किं किं वदति पुनः वदतु? कर्त्रार्थकक्रिया, कर्त्रार्थकक्रिया स्वरित अथवा नित् परस्मैपदि. कर्तरार्थकक्रिया इति नास्ति तत्र, क्रियायाः फलं कं प्रति गच्छति इत्येव विषयः खलु. यः यः यः प्राप्नोति क्रियायाः फलं, यः कः प्राप्नोति इति प्रश्नः. क्रियायाः फलं केवलं कर्ता एव, सः एव प्राप्नोति चेत् तत्र आत्मनेपदीप्रत्ययः. यदि क्रियायाः फलं केवलं कर्ता नास्ति परन्तु अन्ये अपि प्राप्नुवन्ति चेत् तत्र परस्मैपदि प्रत्ययः. तदेव अत्र उक्तमस्ति, स्वरितङ्गितः धातोः कर्तृभिप्राये क्रियापले लस्य आत्मनेपदम्. अत्रापि लस्य इत्यस्य आक्षेपः अस्ति यथा पूर्वं. तर्हि एतादृशस्वरिते धातुः अथवा यस्य यस्मिन् धातौ ण्यकारस्य संज्ञा अस्ति तादृशधातुः अस्ति चेत् अपि च क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तदानीं लकारस्य स्थाने आत्मनेपदप्रत्ययः विधीयते इति अर्थः. भगिनी अत्र उभयपदत्वं कुत्रापि न दृश्यते खलु अनुवृत्तिसहितसूत्रे, अपि च तत्र उभयपदत्वम् अस्ति इति उभयपदत्वम् अस्ति इति सूत्रे न उक्तं, वदनस्य आवश्यकता नास्ति. किमर्थं नास्ति? सूत्रे उक्तं खलु क्रियायाः फलं कर्तारं प्रति गच्छति चेत् आत्मनेपदत्वं, कर्तारं प्रति न गच्छति चेत् स्वरितस्वरस्य संज्ञा अस्ति, ण्यकारस्य संज्ञा अस्ति, परन्तु क्रियायाः फलं कर्तारं प्रति नास्ति. तस्मिन् सन्दर्भे किं भवितुमर्हति? आत्मनेपदं नास्ति चेत् परस्मैपदमेव खलु. अतः उभयपदी धातुः इति. धन्यवादः भगिनि. इदानीं तत्र विनय महोदय प्रश्नः कः? इदानीमपि प्रश्नः अस्ति वा? इदानीं प्रश्नः नास्ति, यतः कोऽपि सम्बन्धः नास्ति मम प्रश्ने. अतः धातुसम्बन्धे अस्ति, डुपचष् एकधातु, यज् अन्यधातुः. यज् धातुसम्बन्धे अस्ति, करं फलं कुत्र गच्छति, यजमानः वा अहं न जानामि, नाम यः जनः यजं करोति, परन्तु यज् अन्यधातु यथा करफलं कुत्र गच्छति? डुपचष् यज् समानं विषय अहं गच्छामि. अस्तु अस्तु, समीचीनं. हा, यजति यजते इति रूपद्वयमस्ति खलु, यज् यज् इति धातुतः भवादिगणीयधातुः अस्ति, यजति यजते इति, तत्रापि उभयपदी धातुः अस्ति. अस्तु, तर्हि तत्र सूत्रार्थः स्पष्टः अस्ति इति चिन्तयामि. अग्रे सरेम तत्र, अग्रे विजयलक्ष्मी भगिनी पठतु. धातुः यदि स्वरितेत् अस्ति, स्वरितः इत् यस्य सः अथवा ङित् अस्ति तर्हि धातुः उभयपदी भवति, यथा दुपचष् पाके. अत्र चकारोत्तरवर्ती यः अकारः अस्ति सः स्वरितः अस्ति. इत् सम्यकः सम्यकश्च, अतः धातुः स्वरितेत् अस्ति उभयपदी च. लटि पचति पचते. अत्र उभयपदी धातोः उदाहरणं दत्तमस्ति. डुपचष् इति धातु, तत्र पाकक्रिया स्वार्थे यदि कुर्मः तर्हि पचते इति भवति. अन्येषां कृते पाकं कुर्मः चेत् पचति इति रूपं भवति. अत्र चकारस्य उपरि चन्द्रबिन्दु अपि अस्ति, अनन्तरं स्वरितस्य चिह्नमपि अस्ति. तत्कारणं चकारस्य उत्तरवर्ति अकारस्य स्वरितचिह्नमपि अस्ति, इत्सम्यकः अपि अनुनासिकः अस्ति इति कृत्वा इत्सम्यकः अपि अस्ति. तत्कारणं दुपचष् इति धातु उभयपदी धातु इति भवति. समीचीनं भगिनि, समीचीनं. तर्हि अत्र धातुः स्वरितेत् अस्ति, धातुः स्वरितेत् अस्ति यतोहि चकार उत्तरवर्ति अकारस्य इत्संज्ञा अपि अस्ति, स्वरितत्वमपि अस्ति. अतः स्वरितेत् अस्ति दुपचष् इति धातुः स्वरितेत् अस्ति, अतः उभयपदी अस्ति धातुः. तत्र यत्र यत्र धातुः उभयपदी अस्ति तत्र द्रष्टव्यं, तत्र क्रियायाः फलं कर्तारं प्रति गच्छति वा इति द्रष्टव्यं. कर्तारं प्रति गच्छति चेत् आत्मनेपदीप्रत्ययः विधीयते, कर्तारं प्रति न गच्छति चेत् परस्मैपदीप्रत्ययः विधीयते. दुक्रिङ् इति अपि उभयपदी अस्ति, अग्रे अस्ति. अस्तु, अग्रे विनय महोदय पठतु. प्राचीनकाले स्वरविज्ञानम् आसीत्, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म. इदानीमतनकाले डुपचष् धातु उभयपदी अस्ति इति जानीमः, अपि च इन्त् नास्ति अतः स्वरितेत् स्यात् इति अनुमानं कुर्मः. एवम् ऊहां कृत्वा एव अधत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित् योजितानि, यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते. किन्तु केचन ऊहां कृत्वा स्थापितवन्तः, तेषु दीक्षित पुष्पामाता अस्मिन् क्षेत्रे नायका. स्वरित चिह्नं वेदेषु भवति. यदि केवलम् एक वेदमन्त्रः वयं पश्यामः तर्हि सर्वस्थाने अनुदात्त अपि च स्वरित चिह्नः भवति. परन्तु इदानीं व्याकरणसम्बन्धे, लौकिकव्याकरणसम्बन्धे कोऽपि चिह्नः नास्ति, परन्तु स्वरित सम्बन्धे केवलम् उपरि रेखा यदा भवति तर्हि वयं वदामः रेखाकारणेन उभयपदि भवति. अतः मम मम यथा अहम् अवगमनं कर्तुं शक्नोमि तर्हि सामान्यधातुग्रन्थेषु शास्त्रेषु सम्बन्धे विवरणम् अतः कृतवान्. समीचीनम्. इत्युक्ते तत्र सर्वत्र वयं न पश्यामः, तत्र स्वरचिह्नानि स्वरसहितधातुपाठः सर्वत्र न पश्यामः. गतवर्गे तत्र अरुणा भगिनी प्रेषितवती, तस्मिन् पी डि एफ् मध्ये तु स्वरसहितधातुपाठः अस्ति, परन्तु सर्वत्र वयं न पश्यामः, पुस्तकेषु सर्वत्र एतादृशचिह्नं न पश्यामः. तस्मिन् सन्दर्भे वयं किं कर्तुं शक्नुमः इति चेत् ऊहामेव कर्तुं शक्नुमः. अतः एव तत्र सूत्रस्य तत्र व्यावहारिकप्रयोगः सर्वत्र न भवितुमर्हति. यत्र यत्र स्वरः अस्ति तत्र न भवितुमर्हति, तत्र ऊहामेव कर्तुं शक्नुमः. तत्र पचति इति धातुः उभयपदि अस्ति इति जानीमः, इति ज्ञात्वा वयं वक्तुं शक्नुमः अत्र स्वरः स्वरितः अस्ति इति वक्तुं शक्नुमः. तावदेव अत्र. अस्तु, धन्यवादः महोदय. अग्रे धन्यवादः. अग्रे अत्र सुमन् भगिनी पठतु. आं भगिनि, अन्यत् उदाहरणं पश्येम. नितः इति डुक्रून् धातुः नित् अस्ति. नित् अतः अनेन सूत्रेण उभयपदि अस्ति. लति करोति कुरुते. मेङ्ग् ह्वेङ्ग् व्येङ् अपि उभयपदिनः अस्तु. अग्रे पठामि. हा अग्रे पठतु. अस्तु. उपर्युक्तो उपर्युक्तयोः सूत्रयोः ज्ञानेन के के परस्मै धातवः सन्ति इति अपि अवगम्यते. यः कोऽपि धातुः नित् अपि नास्ति, अनुदातेत् अपि नास्ति, ञ्यत् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातुः परस्मैपदी एव. धातुः उदात्तेत् अस्ति चेत् परस्मै पदि, किन्तु उदात्तेत् नास्ति चेत् अपि यदि नित् अनुदात्तेत् ञ्यत् स्वरिचेत् नास्ति तर्हि सः धातु परस्मैपदि एव. यथा ऋष ऋषम् अस्ति, गै अस्ति, मुजम् अस्ति, खुजुम् अस्ति, नश एते सर्वे धातवः अपि परस्मैपदिनः. परस्मैपदी धातूनां कृते पृथक् सूत्रमपि अस्ति, तच्च अग्रे दत्तम् अस्ति. अस्तु, इदानीं वयं जानीमः णित् इत्युक्ते कवर्गीय नकारस्य इत् भवति, नो चेत् अनुदातेत् स्वरः अस्ति चेत् आत्मनेपदी भवति इति, नो चेत् अन्यत् अस्ति, नो चेत् स्वरितेत् स्वर अस्ति चेत् उभयपदी भवति. उभयक्षणं भगिनि, सम्यक् एव. अत्र स्पष्टीकरणार्थं वदामि, तत्र स्वरितेत् स्वरः अस्ति इति न वक्तव्यम्. अत्र अनुदात्तेत् इति धातोः विशेषणम् अस्ति, अनुदात्तेत् धातुः अस्ति इति वक्तव्यम्. अस्तु अस्तु अस्तु अस्तु नो चेत् धातुः स्वरितेत् अस्ति चेत् तत्र उभयपदी भवति. उभयपदी अपि नास्ति, आत्मनेपदी अपि नास्ति चेत् शेष तु परस्मैपदी एव. अतः एतयोः सूत्रयोः वयं न तु आत्मनेपदी धातुकः उभयपदी धातुकः, किन्तु परस्मैपदी धातु अपि अस्ति वा न वा न ज्ञातुं शक्नुमः इति अस्ति. भिन्नसूत्रम् अपि अस्ति, तत् अग्रे पश्यामः. अत्र ऋष इति धातौ, तत्र रविकला भगिनी वदतु, ऋष इति धातौ तत्र किमस्ति, धातुः कीदृशः? ऋषधातुः आत्मनेपदी नास्ति, परस्मैपदी अपि नास्ति, उभयपदी नास्ति, अतः परस्मैपदत्वं प्राप्नोति. सत्यम्. आत्मनेपदी किमर्थं नास्ति? अनुदात्तः नास्ति, एतत् स्वरितः. कः वर्णः स्वरितः? श अकार. कुत्र अस्ति स्वरितकारः? अनुनासिककारः. स्वरितत्वं कुत्र अस्ति? समाहारस्वरितः. न, अत्र धातौ चिह्नम् अस्ति वा? उपरि चिह्नम् अस्ति चेदेव स्वरितः खलु? चिह्नः नास्ति. चिह्नं नास्ति चेत् अत्र स्वरः उदात्तः भवति. उदात्तः. अतः धातुः अनुदात्तेत् नास्ति. अनुदात्तेत् नास्ति. स्वरितेत् अपि नास्ति. नित् अपि नास्ति. नित् अपि नास्ति. अतः धातुः अपि नास्ति. अतः धातुः उभयपदी परस्मैपदी भवति. सम्यक्, परस्मैपदी. अस्तु, समीचीनम्. अत्र सूर्यकला भगिनी वदतु, गै धातुः, गै. भगिनी वदतु, गै इति धातुः कीदृशः? गै धातुः स्वरित अनुदात्त अस्ति. इत् नास्ति. अतः आत्म परस्मैपदि. परस्मैपदि. किमर्थं परस्मैपदि? निमित्तं नास्ति आत्मनेपदि विषये. इत् नास्ति, नित् नास्ति, स्वरित नास्ति उभयपदि. सत्यं. स्वरितेत् नास्ति, अनुदात्तेत् नास्ति धातुः, नित् नास्ति, इत् अपि नास्ति. अतः धातुः परस्मैपदि. अस्तु, समीचीनम्. अत्र मुज इति धातुः, अरविन्द महोदय वदतु. आं भगिनि, मुज धातु केवलम् अनुनासिक अस्ति. इत् न अनुदात्ता, न स्वरितः, न ङित् न ञित्, तस्मात् परस्मैपदी भवति. सत्यं, सत्यं, समीचीनं. गीता भगिनी अग्रे. कुजो. अहं भगिनी गीताञ्जलि भगिनी. गीता भगिनी. हा भगिनी, कुजु अनुदेत् नास्ति, तथैव स्वरितेत् अपि नास्ति, अतः परस्मैपदी भवति. सत्यं, समीचीनम्. अस्तु, ललिता भगिनी अग्रे. नशा. यस् भगिनि, नशा इति धातुः परस्मैपदी धातुः अस्ति. किमर्थम्? अनुदातेत् अपि नास्ति, स्वरितेत् अपि नास्ति. सत्यं सत्यं, स्वरः अस्ति सः अनुदातेत् नास्ति, स्वरिते धातुः अनुदातेत् नास्ति, स्वरितेत् अपि नास्ति इति कृत्वा परस्मैपदी. अस्तु, समीचीनम्. तर्हि अत्र एतावता सूत्रद्वयम् अस्माभिः पठितम्, अनुदात्तनित आत्मनेपदं, स्वरितनितकर्त्रभिप्राये क्रियापले इति सूत्रम्. इदानीम् अग्रे परस्मैपदत्वं पठामः. अस्तु, अत्र रेड्डी महोदय पठितुमिच्छति वा? पठतु पठतु. परस्मैपदं पदत्वं केशात् कर्तरि परस्मैपदं यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तार्थे परस्मैपदं भवति. आत्मनेपदानि पदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्. शेषात् पञ्चम्यान्तं कर्तरि सप्तम्यन्तं परस्मैपदं प्रथमान्तं त्रिपदमिदं सूत्रं. भूवादयो धातवः इत्यात्मा इति अस्मात् धातोः इत्यस्य अनुवृत्तिः. लश्य इति पदम् आयाति आक्षेपेन एते हि तस्य अर्थः नीतः परस्मैपदम् इत्यस्मिन् अनुवृत्ति सहितसूत्रं. शेषात् धातोः कर्तरि लश्यपरस्मैपदम्. अस्य सूत्रे निमित्तं शेषधातु कर्तरिप्रयोगे शेषधातु शेषधातु इत्यादि अर्थः नित् स्वर स्वरिता नास्ति स्वरस्वरित नास्ति स्वर उदानितः सो स्वरितचिह्नं नास्ति नित् णित् नास्ति एतेषु धातु किं पदम् इति प्रश्नः अस्ति. तदा अस्य सूत्रेण अनेन सूत्रेण पदे पदेन सूत्रेण परस्मैपदं निर्णयं कुर्मः. हा, बहु समीचीनं महोदय, सम्यक्तया प्रयत्नं कृतवान, समीचीनम्. अस्तु, तर्हि अत्र रमाशिवरामन् भगिनी वदति वा एकवारं तत्र सम्पूर्णतया सूत्रार्थः पदविच्छेदः. शेषात् धातोः कर्तरि लस्य परस्मैपदं शेषात् पञ्चमीविभक्ति अर्थः शेष धातोः यः धातुः आत्मनेपदं वा उभयपदं न धातुः शेषात् धातोः कर्तरि कर्तरि सप्तमी विभक्ति अस्ति अतः तस्य अर्थः कः कर्तरि सप्तम्यन्तमिति कर्तरि अर्थः ईन् कर्तरि युसेज् अर्थः जस्ट् नार्मल् कर्तरि नार्मल् सप्तमी वैषयिकसप्तमी वैषयिकसप्तमी अर्थः कर्तरिप्रयोगे धातोः षष्टिविभक्तिस्थाने धातोः लस्य परस्मैपदं, लस्य परस्मैपदम् अर्थात् प्रत्ययः परस्मैपदप्रत्ययाः आगच्छन्ति. किमर्थमत्र कर्तरि इति उक्तम्? कर्मणि प्रयोगे आत्मनेपद पदप्रयोगम् आगच्छति अतः. सत्यं, कर्मणि प्रयोगे भावे प्रयोगे च आत्मनेपदप्रत्ययः विद्यते. भावकर्मणोः इति सूत्रमस्ति, भावकर्मणोः इत्यनेन लस्य स्थाने आत्मनेपदिप्रत्ययः विधीयते भावे कर्मणि. अतः अत्र कर्तार्थे इति उक्तं, तेन स्पष्टमस्ति कर्तरिप्रयोगे एव शेषाद्धातोः, शेषाद्धातोः इति पञ्चमी अन्तमस्ति. इत्युक्ते कस्मात् शेषः इति चेत् पूर्वं यदुक्तं तस्य शेषः. पूर्वं किम् उक्तम्? आत्मनेपदत्वम् उक्तम्, उभयपदत्वम् उक्तं, तस्मात् शेषः कः? अत्र परस्मैपदम् एव शेषः. तर्हि शेषाद्धातुः इत्युक्ते तादृशधातुः यः स्वरितेत् नास्ति, अनुदात्तेत् नास्ति, नित् नास्ति, इत् नास्ति, तादृशधातुः यदा कर्त्रार्थे, लकारः कर्त्रार्थे अस्ति, तर्हि लकारस्य स्थाने परस्मैपदिप्रत्ययः विधीयते इति सूत्रस्य अर्थः. अतः एव शेषात् कर्तरि परस्मैपदम् इति उक्तम्. सूत्रस्य अर्थः स्पष्टः वा? अस्तु, अग्रे मीना भगिनी पठति वा? अत्र धातोः षष्ठि नास्ति खलु भगिनि, पञ्चमी, पञ्चमी, पञ्चमी, षष्ठी इति उक्तं वा? सा या तस्याः नाम विस्मृतवती, षष्ठी नास्ति, षष्ठी नास्ति, पञ्चमी एव. अत्र षष्ठी इति उक्तवती. इत्युक्ते किं? भूवादयो दातु, भूवादयो किम्? अत्र सन्धि न अभवत् खलु? भूवादयो न, तत्र भूवादयो धातवः इति सूत्रे विशिष्टः अर्थः अस्ति. भू वा इति अपि धातुः अस्ति. भूधातुः, वा धातुः इत्यादयः. तत्र किमर्थं वा इति उक्तम् इति तस्य पृथक् चर्चा भवेत्. इदानीं तत्र अस्मिन् विषये मास्तु. यतोहि तत्र किमर्थं तत्र भू वादयः इति उक्तं? तत्र भू इति धातुः, वा इति धातुः, इत्यादयः इति तत्र विशिष्टः अर्थः अस्ति भगिनि. भूवादयो धातवः अन्यस्मिन् दिने चर्चां कुर्मः तस्मिन् विषये. अस्तु, तत्र सन्धिः नास्ति यथा भवती चिन्तयति भूयोगः आदिः भ्वादिः इति. अत्र नास्ति भ्वादिः इति नास्ति. अत्र भूवादिः, भूवादयः इति तत्र विचिन्त्य एव वा इति स्थापितमस्ति तत्र. वा धातुः भगिनी, सन्धिः नास्ति वा इदानीं? न, अत्र पदविच्छेदं कथम् अस्ति इति चेत् भूयोगः, वायोगः, आदयः इति अस्ति. तत्र वा इति अस्ति, न तु आदि. तदर्थमेव तत्र विशिष्ट अर्थः अस्ति, तत् तस्य चर्चा अनन्तरं कुर्मः इति उक्तवती. अस्तु, धन्यवादः. किमर्थम् एतादृशचर्चा अस्ति इति, तत्र वस्तुतः भुवादयः क्रियावाचिनः धातुसंज्ञां स्यात्. भुवादयः क्रियावाचिनः धातुसंज्ञाः स्युः इति अस्ति. भू आदि नास्ति वा? भू आदि नास्ति, भू आदि नास्ति. भू वा आदि, आदयः, भूवादयः, भूवादयः इति अस्ति. अस्ति, अस्तु, पठामि वा? हा, पठतु भगिनि. अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः. धातुः अनुदात्तेत् ङित्, स्वरितेत् ङित् च नास्ति चेत् सः धातुः परस्मैपदधातुः एव. ङितः अनुदात्ते अनुदात्तेतः धातवः एव आत्मनेपदिनः. नितः स्वरितेतः धातवः एव उभयपदिनः. यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः तर्हि सूत्रस्य का आवश्यकता इति चेत् कर्तरि कर्तरि कर्तृत्वे अस्ति चेदेव धातुः परस्मैपदि, कर्मणि भावे परस्मैपदि न भवति इति सूचनार्थम् एव सूत्रं विरचितम्. अत्र वयं जानीमः आत्मनेपदं कथं भवति, धातुः आत्मनेपदं कथं भवति. अनुदात्तेत् अनुदातः अपि ङित् सम्यका अस्ति चेत् अपि अनुदात्तेत् अथवा ङित् अथवा ङित् भवति धातुः, तत् आत्मनेपदं भवति. स्वरितः स्वरितेत् भवति अथवा ङित् अस्ति चेत् अपि अस्ति चेत् उभयपदी भवति. शेषः परस्मैपदि एव यदि एव अर्थः खेद वा अर्थः नास्ति, शेषः सर्वे धातवः परस्मैपदे परस्मैपदेषु न भवति. किमर्थम् इत्युक्ते कर्तृप्रयोगे एव परस्मैपदं भवति. कर्मणि अथवा भावे प्रयोगे वा आत्मनेपदं भवति. तत् व्यत्यासं सूचनार्थं एव शेषात् कर्त्रि परस्मैपदम् इति सूत्रं दत्तम् अत्र. समीचीनं भगिनि, सम्यक्. इत्युक्ते अत्र विशिष्टसूत्रस्य आवश्यकता अस्ति, शेषात् कर्तरि परस्मैपदम् इति सूत्रस्य आवश्यकता अस्ति. यतोहि स्पष्टतया वक्तव्यं भवति, शेषात् अस्ति चेत् धातुः परस्मैपदी भवति कर्त्रार्थे इति वक्तव्यं भवति. तदर्थं तत्र विशिष्टसूत्रं कृतमस्ति. तर्हि सारांशः कः इति चेत्, यः धातुः अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, नित् नास्ति, इत् अपि नास्ति, अपि च कर्त्रार्थे अस्ति, तर्हि तादृशधातुः परस्मैपदी भवति इति अर्थः. तर्हि अत्र का अस्ति, अत्र रमाबाई भगिनी वदति वा तत्र किमर्थं कर्तरि इत्यस्य आवश्यकता अस्ति अत्र? भगिनी एकवारं प्रश्नं न, अस्मिन् सूत्रे किमर्थं कर्तरि इति पदस्य आवश्यकता? कर्तरि इति पदस्य आवश्यकता किमर्थं चेत् एतत् सूत्रेण कर्तरिप्रयोगः एव परस्मैपदि धातुः भवति. कर्मणि प्रयोगं चेत् तत्र परस्मैपदि नास्ति. आत्मनेपदि रूपं कथम् अस्ति तदेव कर्मणि प्रयोगम् अस्ति. तदर्थम् अत्र कर्तरि इति दत्तमस्ति. स्पष्टीकरणार्थमेव कर्तरि इति उक्तमस्ति, तेन स्पष्टं भवति कर्त्रार्थे एव शेषाधातोः परस्मैपदं भवति इति अर्थः. अस्तु, तर्हि अग्रे अत्र केतकी भगिनी पठितुम् इच्छति वा? अस्तु अस्तु, एकवारं पठतु, एकवारं पठतु, अन्य कोऽपि अर्थं वदिष्यति. Bhagini, I don't have a paper. I didn't copy. Mama, e-patre asti kalu? I know, I get it, but this I didn't get it. Astu, astu. Astu, chinta nasi. Astu, tahi Ramanathan modaya patatu. Pat dhatoho, takarotvarati yaha akaraha, अस्ति सः न अनुदातः न वा स्वरितः चिह्नं नास्ति एव अतः उदातः. उदातः अपि अनुनासिकः अपि, अतः अयं धातुः उदात्तेत् उदात्तेत् अतः परस्मैपदी. तथैव लिक् धातुः दाव् गति गतिशुद्ध शुद्ध्योः इति उकारस्य उदाहरणम्। उकारः उदात्तः, अनुनासिकः च, अतः धातुः उदात्तेत्, तर्हि परस्मैपदि। लटि धावति। स्वरितः न अनुदातः न उदात्तः अस्ति चेत् तेषां धातूनां परस्मैपदिनः। उदाहरणं पट् लिक् एतेषां एतौ धातवः उदात्तेत् एव परस्मैपदीरूपं भवति। धाव् इति धातुः, धाव् इति धातु तदेव उदात्तेत् एव परस्मैपदिनः एव। शेषात् कर्तरी परस्मैपदम् इत्यनेन एते दातवः इदानीं प्रयोगं कर्तुं शक्यते। शेषात् कर्तरी परस्मैपदम् इत्यनेन एते दातवः परस्मैपदिनः, यतोहि अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, अकारस्य संज्ञा अपि नास्ति, इत् अपि नास्ति, नित् अपि नास्ति, नितः नास्ति, अतः परस्मैपदी परस्मैपदिनः परस्मैपदिनः दातवः। अस्तु, समीचीनम्। अस्तु, अग्रे उमा भगिनी पठति वा? पठामि। शेषात् कर्तरि न, इदानीं क्षी क्षये इति धातुः। यस्, इदानीं क्षीक्षये इति धातुः इकारः अनुदातः अस्ति, अतः धातुः अनुदातेत् आत्मनेपदी च किल क्षयते इति रूपम् इत्यस्मिन् अस्माकं भ्रान्तिः। कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति, नास्ति, अतः इत् सम्यकः नास्ति। तर्हि अनुदात्तेत् इति कथं वदेम? धातौ अनुदात्त इकारः इत् सम्यकः चेत् एव खलु धातुः अनुदात्तेत्। अनुदात्तः इत् यस्य सः इति वक्तुं शक्नुमः। तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम्। अग्रे पठतु। कारणम् अस्मिन् इकारे अनुनासिक चिह्नं नास्ति, अतः इत् सम्यकः नास्ति। तर्हि अनुदात्तेत् इति कथं वदेम? धातौ अनुदात्त इकारः इत् सम्यकः चेत् एव खलु धातुः अनुदात्तेत् अनुदात्तः इत् यस्य सः इति वक्तुं शक्नुमः। तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम्। स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते? यदा स्वरः शिष्यते इति नः इति न, यदा स्वरः इत् सम्यकः नाम अपगच्छति तदा एव क्रियते। क्षी धातौ इकारः अनुदात्तः तु अस्ति, किन्तु इत्संज्ञः नास्ति। अतः क्षयति। अस्य धातोः इकारः ईद् अवस्थां सूचयति, न तु पद व्यवस्थां पदव्यवस्थां This is not at all high. I don't understand much. Anyway, let's try. She dhatu. Atre vishadikarnam kuryate. Kshi dhatu avasane ikarah asti, anudhatah api asti, anudhatah asti. Atah dhatuhu anudhate tatmanepadi kila chayate iti rupam. इत्यस्मिन् अस्माकं भ्रान्तिः कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति ओ यस् यस् बिकास् द चन्द्रबिन्दु इस् नाट् देर् चन्द्रबिन्दु इस् नाट् देर् संस्कृतेन एव वक्तुं प्रयत्नं करोतु भगिनि दोषः अस्ति चेदपि किञ्चित् समयं मम वार्तां न लभ्यते आङ्ग्लभाषा प्रयत्नं करोमि इत्यस्माकम् अस्माकं भ्रान्ति कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति अतः इत् सम्यः नास्ति ओके तर्हि अनुदात्तेत् इति कथं वदेम एकक्षणं भगिनि अत्र सर्वे अवगच्छन्ति खलु प्रश्नः कः इति तत्र क्षि इति धातौ अधोभागे इकारस्य अधोभागे चिह्नम् अस्ति अतः अनुदात्तः स्वरः इति ज्ञायते परन्तु तत्र ईकारस्य इत्संज्ञा नास्ति अतः धातुः अनुदात्तेत् नास्ति इत्संज्ञकस्वरः नास्ति परन्तु स्वरः अनुदात्तः अतः केवलम् अनुदात्तः एव अनुदात्तेत् नास्ति अनुदात्तेत् अस्ति चेदेव धातुः आत्मनेपदी भवति अत्र अनुदात्तेत् नास्ति इति कृत्वा आत्मनेपदत्वं तु वक्तुं न शक्यते अग्रे तस्मात् क्षि इति धातुः लौकिकः धातुः अपि क्षी किन्तु अनुदात्तस्वर अनुदात्तसंज्ञका कारणेन अत्र आत्मनेपदी इति ज्ञातव्यं न आत्मनेपदी नास्ति केवलम् अनुदात्तः एव अस्ति सारी सारी सारी मियर् अनुदात्तः सो इट् इस् क्षयति इति कमिङ्ग् शिष्यते इति न यदा स्वरः इत्सम्यकः नाम अपगच्छति तदा एव क्रियते क्षी धातौ इकारः अनुदात्तः तु अस्ति किन्तु इत्सम्यकः नास्ति अतः क्षयति अस्य धातोः इकारः ईड् व्यवस्थां अधिकैडो अत्र न अवगच्छति ईड् व्यवस्थां सूचयति दट् इत्युक्ते सामान्यतया अत्र वयं किं कुर्मः अत्र धातौ स्वरः कीदृशः अनुदात्तः वा स्वरितः वा उदात्तः वा इति पश्यामः अनन्तरं सः स्वरः इत्संज्ञकः अस्ति वा इति पश्यामः इत्संज्ञकः अस्ति अपि च अनुदात्तः स्वरितः उदात्तः अस्ति चेत् वयं धातुः किं पदम् इति ज्ञायते आत्मनेपदं वा उभयपदं वा परस्मैपदं वा इति ज्ञायते परन्तु धातौ यः स्वरः अस्ति सः स्वरः इत्संज्ञकः एव नास्ति यथा अत्र क्षि इति धातुः अस्ति क्षि इति धातौ तत्र ईकारः इत्संज्ञकः नास्ति एतादृशसन्दर्भे इत्संज्ञकः नास्ति चेत् तत्र स्वरः तिष्ठति स्वरः न अपगच्छति स्वरः तिष्ठति यत्र स्वरः तिष्ठति तादृशस्वरम् अवलम्ब्य वयं धातुः सेट् वा अनिट् वा इति ज्ञातुं शक्नुमः तदेव अग्रिम अग्रे आयास्यति अस्मिन्नेव करपत्रे यदि स्वरस्य इत्संज्ञा अस्ति तत्र पदत्वं ज्ञायते स्वरस्य इत्संज्ञा अस्ति चेत् स्वरस्य इत्संज्ञा नास्ति चेत् स्वरः तिष्ठति चेत् धातौ तर्हि तं स्वरम् अवलम्ब्य ईड् व्यवस्था ज्ञायते सो अत्र सेट् सः इट् सो सेट् धातुः सेत् धातूनां विषये अग्रे पश्यामः अस्तु अग्रे अत्र स्मृ धातुः इति अस्ति तत्र का पठति अत्र गीता भगिनी पठतु पठामि भगिनि स्मृ धातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न अतः अनुदात्तेत् न अयं ऋकारः ईट् व्यवस्थां सूचयति न तु पदव्यवस्थां स्मृ धातुः अनुदात्तेत् अपि नास्ति नित् अपि नास्ति स्वरितेत् अपि नास्ति नित् अपि नास्ति अतः अयं धातुः परस्मैपदी स्मरति इति लटि. सो अत्र स्मृ धातो ऋकारः स्मृधातौ कथं भवति इति वक्तम् ऋकारः अस्ति किन्तु ऋकारः अनुदात्तः अस्ति किन्तु अनुनासिकः अतः अनुदात्तेत् न भवति इत्येव अयं ऋकारः ईड् व्यवस्थां सूचयति न तु पदव्यवस्थां स्मृ धातुः अनुदात्तेत् अपि नास्ति नित् अपि नास्ति स्वरितेत् अपि नास्ति नित् अपि नास्ति अतः एतद् धातुः परस्मैपदी भवति लट् लकारे स्मरति इति भवति. भगिनि ईड् व्यवस्थां अहं न मन्ये. ईड् व्यवस्था अग्रे आयति. ईड् व्यवस्था सूचयति इति अग्रे अग्रे पठामः. ईड् व्यवस्था कथं ज्ञायते इति अग्रे पठामः. तत्र तदर्थं सूत्रद्वयमस्ति पश्यामः. सूत्रत्रयमस्ति पश्यामः. तत्र ईड् व्यवस्था कथं ज्ञायते. यदि स्वरस्य इत्संज्ञा नास्ति, स्वरः तिष्ठति, तस्मिन् सन्दर्भे ईड् व्यवस्था ज्ञायते. स्वरः अपगच्छति चेत् तत्र पदव्यवस्था ज्ञायते इति सारांशः. यत्र स्मृधातौ तत्र स्वरस्य अनुदात्तत्वं तु अस्ति, परन्तु इत्संज्ञा नास्ति, अतः तत्र पदव्यवस्था न ज्ञायते. स्मृधातुतः पदव्यवस्था ज्ञायते इति चेत् तत्र स्मृधातुः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदत्वं भवति. परन्तु इदानीं स्मृधातौ तत्र ऋकारः तिष्ठति तर्हि तादृशधातुः तादृशस्वरः अनुदात्तः अस्ति, तर्हि तम् अवलम्ब्य ईड्व्यवस्था ईड्व्यवस्था कीदृशी भवति इति ज्ञातुं शक्यते. अस्तु, तद् अग्रे पश्यामः. पदमेव भवति किं भगिनि? ईड्व्यवस्था ईड्व्यवस्थेन पदमेव भवति न ईड्व्यवस्था इति वदामः चेत् धातुः सेट् अस्ति, अपि प्रत्ययः सेट् अस्ति चेत् प्रत्ययस्य इडागमः भवति. यदा अत्र पठिष्यति इति रूपम् अस्ति, तत्र इकारः श्रूयते खलु, पठिष्यति इकारः मध्ये श्रूयते खलु, पट्योगः इष्यति, तत्र ई इति इडागमः इति वदामः. तादृश इडागमः कुत्र भवति इति एव प्रश्नः अस्ति. सर्वेषां धातूनाम् इडागमः भवति वा, सर्वेभ्यः धातुभ्यः प्रत्ययस्य इडागमः भवति वा इति चेत् न, सर्वेभ्यः धातुभ्यः प्रत्ययस्य इडागमः न भवति. कुत्र भवितुम् अर्हति इति चेत् धातुः सेट्, प्रत्ययः अपि सेट् अस्ति चेत् एव इडागमः भवति. धातुः सेट् कथं भवति इति चेत् तस्य निर्णयार्थं धातव्यः स्वरः अवशिष्यते, तं स्वरम् अवलम्ब्य एतादृशज्ञानं भवति. अस्तु, तद् अग्रे आयस्यति. अत्र अभ्यासः इति अस्ति, तत् सर्वे गृहपाठरूपेण कुर्वन्तु. अग्रिमसप्ताहे परिशीलयामः. अस्तु, अत्र स्थगयामः. कोऽपि प्रश्नः वा? नो चेत् धन्यवादः, विरमामः. धन्यवादः भगिनी, धन्यवादः. धन्यवादः भगिनी, धन्यवादः. नमस्कारः.